तर्हि इदानीम् अस्माकं न्यायवर्गे वयं गुणनिरूपण प्रसङ्गे स्मः. अत्र रूपलक्षणविषये किञ्चित् चर्चा जाता. तत्र रूपलक्षणं तत्र दलसार्थक्यं तत्सर्वं दृष्ट्वा तदनन्तरं स्पर्शविषये अपि च रसनश्रोत्रघ्राणविषये अपि वयं गतसप्ताहे किञ्चित् परिशीलितवन्तः. तर्हि इदानीं तस्मात् अग्रे सरेम. तर्हि सुनील् महोदय, भवान् एव आरम्भं करोति वा? तत्र नवसप्ततितमे पुटे प्रकृतमनुसरामः इति भागात्. अत्र एकं वदामि, तत्र प्रथमं पुस्तके यदस्ति तत्र अद्य किञ्चित् नूतनविषयः आगच्छति, तत्र व्याप्तिवृत्तित्वम् अव्याप्तिवृत्तित्वम् इति तत्सर्वं. तत्र किञ्चित् पुस्तके यदस्ति तद् दृष्ट्वा तदनन्तरं महोदयेन रचितं करपत्रं पश्यामः. तत्र पुस्तके तत्र यदस्ति तस्मात् सम्यक् अवगमनं न जातं चेदपि तत्र चिन्ता मास्तु, यतोहि तस्य विषये एव तत्र करपत्रमपि अस्ति. तर्हि प्रथमं किञ्चित् झटिति पुस्तके यदस्ति तत् परिशील्य तदनन्तरं करपत्रं पठामः. तत्र किञ्चित् प्रायः शनैः शनैः पठित्वा तत्र सम्यक् अवगमनं भवति इति मम आशा. पठतु महोदय. प्रकृतमनुसरामः चक्षुर्मात्रग्राह्यः गुणः रूपम् इति दलत्रयं रूपलक्षणं पर्यवसितं मूले तद्भागमः तत् सप्तविधमिति. शुक्लेत्यादि प्रसिद्धानि चित्ररूपमिति अतिरिक्तं यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते. यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि, श्वेततन्तूनां पञ्च, तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं न अतिरक्तं रूपं किन्तु चित्रम् इति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकाणाम् आशयः. इदानीं वयं तत्र पूर्वं चक्षुर् मात्रग्राह्यः गुणः रूपम् इति रूपलक्षणं दृष्टवन्तः. अनन्तरं स्पर्शलक्षणमपि तादृशमासीत्, तु इन्द्रियमात्रग्राह्यः गुणः स्पर्शः इति दलत्रयं स्वीकृत्य. अनन्तरं घ्राणग्राह्यः गुणः गन्धः इति अपि. अतः तादृशं वयं रूपलक्षणं दृष्टवन्तः. अनन्तरं तत्र मूललक्षणरीत्या सप्तविधमिति आसीत्. तत्र शुक्लनील पीतरक्तरक्तहरितकपिशचित्र इति सप्तविधमिति पूर्वं दृष्टवन्तः शुक्ल आरभ्य. अनन्तरं चित्रम् इति तत्र अन्तिम पदम् अपि अस्ति, अतः चित्रस्य लक्षणमस्ति अत्र. इदानीं तत्र भिन्नभिन्नरूपाणि तत्र मिश्रितं भवति, तादृशरीत्या तद् एकवर्णः नास्ति परन्तु भिन्नवर्णः भवति चेत् तद् चित्ररूपमिति अस्ति. एकम् उदाहरणमपि अस्ति, पटे भिन्नभिन्नतन्तूनां अवकाशाः सन्ति, भिन्नवर्णानि सन्ति चेत् वर्णाः सन्ति चेत् तत्र चित्रमिति वदामः. तावदेव, इत्युक्ते तत्र तत्र पटः इति अवयवी स्वीकुर्मः चेत् तत्र तन्तवः तस्य अवयवाः भवन्ति, तर्हि तन्तौ तत्र केषुचित् तन्तुषु तत्र श्वेतवर्णं, केषुचित् तन्तुषु तत्र रक्तम् इति अथवा पीतवर्णम् इति अस्ति चेत्, परन्तु तत्र पटस्य वर्णः तत्र चित्रम् इति वदामः, न तु श्वेतं वा पीतं वा रक्तं वा इति. तदेव चित्रवर्णः, चित्रवर्णम् अथवा चित्ररूपम् इत्युक्ते किम् इति तत्र विवरणमस्ति. सम्यक्. इतोपि एकः आगतः इति मन्ये. अस्तु, धन्यवादः. अस्तु, तर्हि महोदय भवान् एव अग्रे पठतु. भगिनी, वयं तत्र ग्राणग्राह्यः गुणः इति वयं तत्र स्पर्शनं कृतवन्तः, परन्तु तत्र एकं एकः सन्देहः अस्ति. हा हा, पृच्छतु महोदय. तत्र दलद्वयमेव अस्ति वा तत्र ग्राणग्राह्यं ग्राह्यः गुणः इति दलत्रयं? सत्यं सत्यं, यतोहि तत्र केवलं स्पर्शविषये अपि च चक्षुर्विषये तत्र मात्रम् इति पदम् अस्ति खलु, तर्हि मात्रपदमस्ति इति कारणात् तत्र दल त्रयं भवति. यतोहि तत्र केवलं चक्षुग्राह्यः इति वदामः चेत् तत्र अन्य तत्र रूपं विहाय अन्यविषयानपि वयं चक्षुषा ग्राहितुं शक्नुमः खलु, यथा घटपटादीः, परन्तु तादृशविषयः नास्ति ग्राण इन्द्रियस्य. ग्राणं तु केवलं गन्धस्य एव ग्राह्यं भवति ग्राणेन्द्रियेण इति कृत्वा तत्र तादृशदलत्रयं न अपेक्षितं, केवलं दलद्वयमेव. तादृशमेव रसन रसन अपि च श्रोत्रस्य अपि. अग्रे अवगतं वा? तत्र अतिव्याप्तिदोषः तादृशं नास्ति इति, यदा चक्षुरिन्द्रियस्य रीत्या. पुनः वदतु महोदय एकवारं. क्षम्यताम्. तत्र मात्र इति नास्ति, अहम् अवगतवान् तद् तत्र अतिव्याप्तिः तादृशरीत्या नास्ति इति, अतः दलद्वयमेव अस्ति. सत्यं सत्यं, तावदेव. अहम् अग्रे पठामि. सूक्तिललन्तिका. वाप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं. नव्यनैयायिकाः नेदं सहन्ति, तेषाम् अयम् आशयः. वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्याञ्चित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति. वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. कपिः तत् संयोगो वा न सर्वावयवेषु वर्तते इति कपिः कपिसंयोगो वा अव्याप्तवृत्तिः इति उच्यते. अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्व इति अर्थः. अत्र इदानीं नूतननैयायिकाः किं वदन्ति इति तत्र. हा हा, तत्र प्रथमवाक्यमस्ति खलु, नव्यनैयायिकाः न इदं सहन्ते. तत्र इदम् इत्युक्ते किम्? अस्माकं पूर्व लक्षणवाक्यानि वा? न न न, लक्षणवाक्यमिति न, परन्तु तत्र चित्रविषये, तत्र चित्ररूपम् इत्युक्ते किम् इति विषये तत्र पूर्वतननैयायिकाः ते वदन्ति, तत्र चित्रम् इति एकं रूपम् अस्ति, अपि च तस्य यत्र वर्णानां मिश्रणम् अथवा मिश्रणं भवति, तत्र श्वेतवर्णं रक्तवर्णम् इति तत्र पृथक् पृथक् यत्र न वक्तुं शक्नुमः, तत्र यद्रूपम् अस्ति तच्चित्रम् इति तेषां मतं. परन्तु इदानीं नव्यनैयायिकाः तद् मतं न अङ्गीकुर्वन्ति, तेषां मतं भिन्नं, तत्र तेषां मतं किम् इति अग्रे उच्यते. तदेव अस्ति इदानीम् अद्यतन अस्माकं विषयः तदेव अस्ति. तत्र कपिसंयोग उदाहरणेन तस्य विषयस्य उल्लेखः कृतः अत्र. तर्हि पठतु महोदय. तत्र इदानीं तेषां अयम् आशयः इति, अतः वृक्षे कपिः अस्ति इति एकम् उदाहरणमस्ति. कपिः तत्र संयोगसम्बन्धेन वृक्षे अस्ति, सः कपिः कुत्रापि भवितुम् अर्हति, तत्र वृक्षस्य मूले वा अग्रे वा शाखायां वा इति, अथवा एकस्मिन् अवसरे सर्वेषु अवयवेषु न भवति इति अस्य वृक्षस्य. तत्र इदानीं नूतनपदद्वयं भवति, वृक्षगतरूपं सर्वेषु अवयवेषु वर्तते इति चेत् तत्र व्याप्यवृत्ति इति उच्यते, नो चेत् अव्याप्यवृत्तिः इति उच्यते. तत्र कपेः उदाहरणेन कपिः सर्वदा एकस्मिन् अवसरे सर्वत्र भागेषु न वर्तते इति कारणेन तत् व्याप्यवृत्तिः इति उच्यते, न अव्याप्यवृत्तिः इति उच्यते. अनन्तरं अव्याप्यवृत्तित्वम् इत्यस्य स्वाभाविस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. अतः अव्याप्तिवृत्तित्वम् इति तत्र कपेः उदाहरणं स्वीकृत्य स्वभावस्य अधिकरणे स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वं स्वभावस्य स्वभावम् इति अहं दृष्टवान्. स्वभावस्य अधिकरणे अहं चिन्तितवान् तत्र कपिः सर्वदा एकस्मिन् स्थले न तिष्ठति, सर्वदा उर्दन करोति. तथा नास्ति, अत्र अहं किञ्चित् वदामि. अत्र व्याप्यवृत्तिः अपि अव्याप्यवृत्तिः इति तत्र विषयद्वयम् अस्ति. तत्र व्याप्यवृत्तिः इत्युक्ते तत्र यदा वृक्षस्य रूपमिति पश्यामः चेत् तत्र रूपं तु तत्र सर्वत्र अस्ति खलु. तत्र इदानीं तत्र यत्र यत्र वृक्षः अस्ति तत्र तत्र वृक्षस्य रूपमपि अस्ति एव. परन्तु इदानीं वृक्षे कपिः अस्ति चेत् कपिः वृक्षस्य एकस्मिन् भागे अस्ति, एकस्मिन् शाखायाम् अथवा अग्रवाहे अथवा मूले इति यत्र कुत्रापि भवतु, परन्तु एकस्मिन् भागे अस्ति, सर्वत्र वृक्षे अस्ति इति वयं वक्तुं न शक्नुमः. तादृश तादृश वृत्तित्वम् अस्ति चेत् तत्र अव्याप्यवृत्तिः इति वदामः. तत्र अव्याप्यवृत्तित्वम् इत्यस्य इति वाक्यं यदस्ति तद् अव्याप्यवृत्तेः तत्र लक्षणवाक्यमस्ति. इत्युक्ते स्व अभावस्य अधिकरणे स्वस्य वृत्तित्वम् इत्युक्ते कपेः अभावः यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे कपिः अपि अस्ति. इत्युक्ते वृक्षम् इति स्वीकुर्मः चेत् वृक्षस्य अन्यभागे कपिः नास्ति. इत्युक्ते इदानीम् वृक्षस्य अग्रबाहे कपिः अस्ति इति स्वीकरोतु, तर्हि वृक्षस्य मूलभागे कपिः नास्ति. तदपि वृक्षः एव. तादृश अधिकरणे कपिः इदानीम् अस्ति. तादृशवृत्तित्वम् अस्ति अव्याप्यवृत्तित्वम् इति. इत्युक्ते यस्मिन् अधिकरणे स्वम् इति तत्र कपिसंयोगः इति स्वीकुर्मः चेत्, यस्मिन् अधिकरणे तत्र कपिसंयोगः नास्ति तस्मिन्नेव अधिकरणे कपिसंयोगः अपि अस्ति. इत्युक्ते वृक्षे एव वृक्षस्य एकभागे कपिसंयोगः नास्ति, अन्यस्मिन् भागे कपिसंयोगः अस्ति इति कृत्वा तत्र तादृश अव्याप्यवृत्तित्वम् इति वदामः. अस्तु, तर्हि इदानीं बालसुब्रह्मण्यं महोदय, भवान् अग्रे पठति वा? एकस्मिन्नेव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति शाखायां. तस्य अभावः तु मूलदेशवर्तिशाखायाम् एवं च अग्रं कपिनिष्ठ आधेयता निरूपिता वा वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इति उच्यते. मूलं च कपिसंयोगाभावनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेदक. एकस्मिन् क्षणे एकभागे अस्ति कपि, अपरस्मिन् क्षणे अपरस्मिन् स्थले अस्ति, सकायाम् अस्ति. एकक्षणं महोदय, तादृशं नास्ति. एकस्मिन् क्षणे एकभागे अस्ति, अपरस्मिन् क्षणे अन्यभागे अस्ति इति विषयः नास्ति अत्र. कपेः तत्र विषयः अस्ति, तत्र कपिः इदानीम् अग्रभागे यदा अस्ति तस्मिन् समये कपिसंयोगः केवलम् अग्रभागे अस्ति, न तु मूले इति. तत्र अत्र विषयः समयस्य विषयः नास्ति, परन्तु कपिसंयोगः कुत्र अस्ति कुत्र नास्ति इति विषयः अत्र. इदानीं कपिः तत्र चिन्तयतु, इदानीं भवान् तत्र भवतः गृहे तत्र आसन्दः अस्ति, आसन्दे उपविशति इति चिन्तयामः इति चिन्तयतु. तर्हि इदानीम् आसन्दे सर्वत्र भवान् तत्र व्याप्य न उपविशति खलु. इत्युक्ते तत्र संयोगः आसन्दस्य प्रत्येकभागेन सह अस्ति इति न, यत्र कुत्रापि अस्ति यत्र कुत्रापि नास्ति. सत्यम्? आसन्दं बृहत् अस्ति चेत् भवान् तत्र एकं लघुभागे एव उपविशति खलु. तत्र सर्वेषु तत्र स्थलेषु आसन्दे भवान् उपविशति इति न भवति. तर्हि एकस्मिन् स्थले संयोगः अस्ति, अन्यस्मिन् स्थले संयोगः नास्ति. तथैव वृक्षे यदा कपिः अग्रभागे इदानीम् उपविशति, तर्हि अग्रभागे कपिसंयोगः अस्ति परन्तु मूलभागे कपिसंयोगः नास्ति. तर्हि तत्र इदानीं वृक्षम् इति एव अधिकरणं, कपेः अधिकरणं तत्र वृक्षमेव, यतोहि कपिः वृक्षे एव अस्ति. परन्तु वृक्षे एकस्मिन् एव तत्र वृक्षे कपिः अस्ति इत्युक्ते तत्र वृक्षे सर्वत्र कपिः अस्ति इति न खलु. एकस्मिन् भागे एव कपिः उपविशति अथवा तिष्ठति यत्किमपि भवतु, परन्तु एकस्मिन् भागे एव अस्ति. तर्हि कपिसंयोगः इदानीम् अग्रदेशे कपिः अस्ति चेत् कपिसंयोगः अग्रदेशे अस्ति, परन्तु मूलदेशे कपिसंयोगः नास्ति. तर्हि मूले किमस्ति? कपि अभावः अस्ति. तर्हि तत्र मूलभागे या शाखा अस्ति तस्यां कपि अभावः अस्ति, अग्रदेशे या शाखा अस्ति तस्यां कपि संयोगः अस्ति. तर्हि इदानीम् अग्रभागस्य वर्णनं कुर्मः चेत् तत्र वयं वक्तुं शक्नुमः कपिः अस्ति इति कारणात् कपिनिष्ठ आधेयतानिरूपित वृक्षनिष्ठ अधिकरणता इति, यतोहि अग्रभागमपि वृक्षस्य भागः एव. मूलभागस्य यदा वर्णनं कुर्मः चेत् तत्र कपिसंयोगः कपिसंयोग अभावनिष्ठ आदेयता निरूपित अधिकरणता इति वक्तुं शक्नुमः. तस्य अभावः तु मूलदेशवर्तिशाखया अभावः तु मूलदेशे अभावः शाखायां स्थितम् अस्ति इति किल न मूलदेशवर्तिशाखायाम् इत्युक्ते मूलदेशे या शाखा अस्ति तस्मिन् तस्य अभावः अस्ति इति. एवं च अग्रं कपिनिष्ठ आदेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इति उच्यते. सो अग्रे कपि अस्ति इति कारणात् अधिकरणता अत्र अस्ति येन मार्गेण अवच्छेदकम् इति उच्यते. येन मार्गेण अवच्छेदकम् तत्र अग्रम् इति तस्य अवच्छेदकं तत्र तादृशं अग्रे अस्ति इति कारणात् अवच्छेदकम् इति उच्यते किल. अग्रे अस्ति इति कारणात् अवच्छेदकम् इति न तत्र यदा अवच्छेदकम् इत्युक्ते किं तत्र पृथक्करणं खलु. तर्हि तत्र अग्रम् इति भागस्य वर्णनं कुर्मः चेत् कपि निष्ठ इति विषयेण वयं वक्तुं शक्नुमः. तत्र मूलदेशवर्तिशाखायां तत्र कपिः नास्ति इति कारणात् अभावं स्वीकृत्य तस्य अवच्छेदकं भवति. अस्तु अवगता. अस्तु अग्रे अपि पठतु महोदय. घटत्वादिनिष्ठ प्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकर्तं मूलाग्रनिष्ठं भिन्नम्. इदं च अव्याप्यवृत्तित्वनिर्वाहं निर्वाहकम् इति शास्त्रे प्रसिद्धम्. तथा च अग्रा अवच्छेदेन वृक्षे कपिः कपिसंयोगः वा वर्तते. मूल अवच्छेदेन वृक्षे कपेः अभावः कपिसंयोग अभावः वा वर्तते. एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगो वर्तते तद् अभावः अपि वर्तते इत्यर्थः. तुल्ययुक्त्या कपिसंयोग अभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम्. सो एवं अभावः अवच्छेदकम् इत्यादि विषये अव्याप्तवृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धं शास्त्रे उच्यते. अग्र अवच्छेदेन कपिः कपिसंयोगः वा वर्तते. अग्रे अस्ति तस्मात् अवच्छेदकं वृक्षे अवच्छेदकं कपि अत्र अस्ति इति कारणात् अवच्छेदकं भवति. अग्रभागे कपिः अस्ति इति कारणात् वृक्षे तत्र कपिः अस्ति कपिसंयोगः अपि अस्ति इति कृत्वा तेन तत्र अवच्छेदकं भवति. तर्हि तत्र तादृश अग्र अवच्छेदेन तत्र कपिः अपि च कपिसंयोगः वृक्षे अस्ति इति वृक्षमिति अधिकरणं तस्मिन् तस्मिन् वृक्षे कपिः अस्ति इति वयं वक्तुं शक्नुमः. कपिः अस्ति इति कृत्वा कपिसंयोगः अपि अस्ति इति वयं वक्तुं शक्नुमः. सदृशमेव मूल अवच्छेदेन वृक्षे कपेः अभावः कपिसंयोग अभावः वा वर्तते. तत्र कपिः मूल देशे अभावः इति कारणात् कपि संयोगम् अभावः तत्र अस्ति इति मूल अवच्छेदं भवति. कपिसंयोग अभावः इत्युक्ते किं? कपिसंयोग अभावः, कपि तत्र नास्ति, कपि अस्ति चेत् सपि कपिसंयोगः अस्ति. यदा कपि तत्र नास्ति अपि संयोग अभावः अस्ति. तर्हि मूलभागे कपिसंयोग अभावः अस्ति इति कृत्वा तेन वृक्षस्य मूलवच्छेदेन अपि वृक्षस्य वर्णनं कर्तुं शक्नुमः. वृक्षम् इति अधिकरणं भवति इति वक्तुं शक्नुमः. एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगो वर्तते तदभावः अपि वर्तते इत्यर्थः. कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यम् उपयुज्य कपिसंयोगः अस्ति अपि च अभावः अपि अस्ति भिन्नभिन्नभागे. इत्युक्ते यदा कपिसंयोगः वृक्षे कपिसंयोगः अव्याप्यवृत्तिः इति वदामः चेत् अव्याप्यवृत्तिः इति पदं कपिसंयोगस्य विशेषणं खलु. तत्र तेन किम् अवगन्तुं शक्नुमः इति प्रश्ने कृते तत्र अर्थमागतं. तत्र यदा वयं कपिसंयोगः अव्याप्यवृत्तिः वृक्षे इति वदामः चेत् वृक्षस्य कस्मिंश्चित् भागे कपिसंयोगः अस्ति, अन्यस्मिन् भागे कपिसंयोगः नास्ति इति वयं वक्तुं शक्नुमः. तदेव तत्र अव्याप्यवृत्तिः इति पदं तदेव सूचयति. अव्याप्यवृत्तिः इति यदा वदामः चेत् तत्र यत्र कुत्रापि संयोगः अस्ति, यत्र कुत्रापि संयोगः नास्ति इति. इत्युक्ते तस्मिन्नेव अधिकरणे यत्र कुत्रापि संयोगः अस्ति, अन्यत्र संयोगः नास्ति इति वयं वक्तुं शक्नुमः. अवगच्छति वा? तदेव रीत्या इदानीं कपिसंयोग अभावः अपि अव्याप्यवृत्तिः इति वयं वक्तुं शक्नुमः. कपिसंयोग अभावः अव्याप्यवृत्तिः इति वदामः चेत् तेन किं भवति? तत्र कपिसंयोग अभावः यत्र कुत्रापि अस्ति, कपिसंयोगः अन्यत्र अस्ति इति वयं वक्तुं शक्नुमः. तुल्ययुक्त्या कपिसंयोग अभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम्. अस्तु, इदानीं किञ्चित् करपत्रात् पठामः. रामप्रिया भगिनी भवती पठति वा? आं भगिनि. गुणस्य व्याप्य अव्याप्यं च वृत्तित्वं. प्राचीनां मतानुसारं रूपं सप्तविधं, तत्र सप्तसु अन्यतमं चित्रं. नव्यनैयायिकाः इदं सप्तमं न मन्यन्ते. तत्र तु प्रथमं प्राचीनानां मतं किम् अस्ति चेत् रूपं सप्तविधम् इति अस्ति. तत्र चित्रम् इति अन्यतमं रूपम् अस्ति. नव्यनैयायिकाः सप्तमेव न मन्यन्ते वा? यः चित्रम् एव न मन्यन्ते किल? चित्रमेव न मन्यन्ते. व्याप्यवृत्तित्वस्य तत् सम्बन्धशब्दानां च अर्थः. रूपं व्याप्यवृत्ति इति प्राचीनानां मतम्, अव्याप्यवृत्ति इति नवीनानां मतम्. यदा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः, तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति तद् द्रव्यं व्याप्य तिष्ठति तद्रूपं तस्मिन् द्रव्ये सर्वत्र भवति इति अर्थः. तस्य द्रव्यस्य एकस्मिन् एव भागे भवति इति न, अपि तु सर्वत्र एव. अपरेषु शब्देषु यस्मिन् द्रव्ये तत् रूपं तिष्ठति तत् द्रव्यं पूर्णतया आवृत्य तिष्ठति, तस्मिन् द्रव्ये पूर्णतया व्याप्तः भवति सः गुणः. प्रथमं तु व्याप्यवृत्ति तत् शब्दस्य अर्थः किम् इति अस्ति. तत् सम्बन्धशब्दः अपि प्राचीनानां मतं रूपं व्याप्यवृत्ति इति, नवीनानां मतम् अव्याप्यवृत्ति रूपम् अव्याप्यवृत्ति इति. यदा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः, तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति तत् द्रव्यं व्याप्य तिष्ठति इति. रूपं तस्मिन् द्रव्ये सर्व प्राचीनाः वदन्ति यदा रूपं व्याप्यवृत्तिः इत्युक्ते तद् रूपं तद् द्रव्ये पूर्णतया तिष्ठति इति, इत्युक्ते सर्वत्र तस्मिन् द्रव्ये तद् रूपम् अस्ति इति. तत् तस्य द्रव्यस्य एकस्मिन् एव भागे तद् द्रव्यं तिष्ठति इति न, परन्तु सर्वत्र तद् रूपम् अस्ति द्रव्ये इति तस्य मतम् अस्ति. अपरेषु शब्देषु यस्मिन् द्रव्ये तत् रूपं तिष्ठति तद् द्रव्यं पूर्णतया आवृत्य तिष्ठति, तस्मिन् द्रव्ये पूर्णतया व्याप्तः भवति सः गुणः. तदेव अपरेषु शब्देषु इत्युक्ते तदेव अस्ति अपरेषु शब्देषु द्रव्ये तत् यद् रूपम् अस्ति तिष्ठति तद् पूर्णतया तिष्ठति इत्युक्ते व्याप्तः भवति इति, तद् गुणः तस्य गुणः अस्ति तद् तस्य गुणः न तत्र रूपम् इति गुणः गुणः रूपम् इति गुणः इदानीं तत्र तदेव प्राचीनानाम् अपि नवीननवीयायिकानां तत्र मतभेदः तत्र एव वर्तते. इत्युक्ते प्राचीनानां मतमस्ति रूपमिति यः गुणः अस्ति तद् व्याप्यवृत्तिगुणः इति, इत्युक्ते यस्मिन् द्रव्ये तत् तिष्ठति तद् द्रव्यं व्याप्य तिष्ठति इति. नवीननैयायिकानां मतमस्ति तत्र अव्याप्यवृत्तित्वम् अस्ति, इत्युक्ते तत्र सर्वत्र अस्ति सर्वत्र व्याप्य तिष्ठति इति न इति तत्र तदेव तत्र मतभेदस्य बीजः तत्र एव अस्ति. अग्रे अपि पठतु. अधुना व्याप्यवृत्ति इति शब्दः कीदृशः इति बोध्यम्. रूपं व्याप्यवृत्तिः गुणः इति वाक्यम् अवलोकयाम. व्याप्यवृत्तिविशेषणम् अस्ति, त्रिषु लिङ्गेषु च भवति, अत्र च पुंसि. पुल्लिङ्गे हरिशब्दः इव व्याप्यवृत्तिः, श्रीलिङ्गे मतिशब्दः इव व्याप्यवृत्तिः, नपुंसकलिङ्गे वारिशब्दः इव व्याप्यवृत्ति. अतः व्याप्यवृत्तिः गुणः, व्याप्यवृत्तिः सङ्ख्या, व्याप्यवृत्तिरूपं रूपं देयं यत् वृत्तिशब्दः नियतलिङ्गशब्दः स्त्रीलिङ्गकः, परन्तु व्याप्यवृत्ति इति समस्तपदम्. आम्, अत्र व्याप्यवृद्धि इति शब्दः शब्दस्य विषये अस्ति. तद् कीदृशः शब्दः इति रूपं व्याप्यवृत्तिगुणः इति वाक्ये व्याप्यवृत्ति इति विशेषणपदमस्ति. तत्तु त्रिषु लिङ्गेषु भवति इति अस्ति. व्याप्यवृत्तिः इति पुल्लिङ्ग, अत्र तु पुल्लिङ्गशब्दः, तत्तु पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे त्रिषु लिङ्गेषु अपि भवति. अतः व्याप्यवृत्तिः गुण तदेव उदाहरणमस्ति. व्याप्यवृत्तिः गुणः इति पुल्लिङ्गे, व्याप्यवृत्तिः सङ्ख्या इति स्त्रीलिङ्गे यदा मतिशब्दवत्, व्याप्यवृत्तिरूपम् इति नपुंसकलिङ्गे यदा वारिशब्दवत् इति भवितुमर्हति इति. तत्तु नियत वृत्तिशब्दः, वृत्ति इति शब्दः, व्याप्यवृत्ति इति शब्दे वृत्तिः इति शब्दः तु नियतलिङ्गशब्दः, स्त्रीलिङ्गकः. परन्तु अत्र तु समस्तपदम् अस्ति इति इति कारणात् लिङ्गं प्राप्नोति इति. लिङ्गम् इति कृत्वा तद् विशेषणपदं भवति, तर्हि इति कृत्वा तत्र नियतलिङ्गशब्दः न, परन्तु पुल्लिङ्ग इति न, त्रिषु लिङ्गेषु अपि भवति. तदेव तत्र व्याप्यवृत्तिसङ्ख्या, व्याप्यवृत्तिरूपं, व्याप्यवृत्तिः गुणः इति तत्र उदाहरणमस्ति खलु. तत्र त्रिषु लिङ्गेषु अपि भवितुम् अर्हति इति तत्र विषयः. उत्तमं भगिनी, अग्रे पठतु. अग्रे एकत्वम् इति सङ्ख्या पुस्तकं व्याप्य तिष्ठति. अत्र प्रश्नः उदेति पुस्तके व्याप्य तिष्ठति उत पुस्तकं व्याप्य तिष्ठति, द्वयोः मध्ये किं स्यात्? वि उपसर्गपूर्वकः, आप् धातुः, लटि व्याप्नोति, आवरणं करोति इति अर्थः. अत्र व्याप्य तस्य ल्यभन्तं रूपं यपि कर्म गृह्यते, अतः पुस्तकशब्दे कर्मपदत्वं व्याप्य इति ल्यभन्तेन अन्वयः. वायुः वृक्षं व्याप्य तिष्ठति. तदा यदा एकत्वम् इति सङ्ख्या पुस्तकं व्याप्य तिष्ठति इति एकम् उदाहरणमस्ति. अत्र एकं प्रश्नः आगच्छति, पुस्तके व्याप्य तिष्ठति वा पुस्तकं व्याप्य तिष्ठति वा? व्याप्य इति शब्दः तु वि उपसर्गपूर्वकः अस्ति, आप् धातुः अस्ति, लट् इत्युक्ते व्याप्नोति इति तिङन्तपदम्, आवरणं करोति इति व्याप्नोति इति आवरणं करोति इति अर्थः अस्ति. व्याप्य इति ल्यबन्तरूपम् अस्ति. ल्यपि कर्म गृह्यते, अतः पुस्तकशब्दे कर्मपदत्वम्. ओहो, पुस्तकम् इति कर्मपदम् अस्ति अत्र. व्याप्य इति ल्यबन्तेन अन्वयः, अन्वयः ल्यबन्तेन भवति. वायुः वृक्षं व्याप्य तिष्ठति इति तदपि एकम् उदाहरणमस्ति. अत्र व्याप्य इति क्षम्यतां, वृक्षम् इति कर्मपदमस्ति, व्याप्य इति ल्यबन्तरूपमस्ति. इदानीम् अत्र प्रश्नः अस्ति, तत्र पुस्तकम् इति तत्र कर्मकारकं भवति वा अथवा अधिकरणकारकं भवति वा इति तत्र प्रश्नः. यतोहि वयं तत्र कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति तत्र वृक्षे इति अधिकरणं दृष्टवन्तः खलु, परन्तु अत्र अस्ति पुस्तकं व्याप्य इति कर्मकारकमस्ति. तर्हि तदर्थमेव तत्र एतत् सर्वम् आगतम्. यतोहि तत्र किमर्थम् अत्र अत्र कर्मकारकं न तु अधिकरणकारकम् इति तत्र प्रश्ने सति तत्र एतत् सर्वम् आगच्छति. तत्र कुत्र कर्म किमर्थं कर्मकारकं न तु अधिकरणम्, अपि च किमर्थं यदा अव्याप्यवृत्तिः इति अस्ति अत्र अधिकरणकारकं न तु कर्मकारकम् इति सत्सर्वम्. तर्हि प्रथमम् एतत् अवगच्छामः, व्याप्य इति ल्यबन्तम् अस्ति इति कारणात् यत्र ल्यबन्तम् आगच्छति तत्र तु कर्मकारकं भवति इति वयं जानीमः एव. तर्हि अत्र व्याप्य इति यदा आगच्छति तत्र पुस्तकं व्याप्य, सङ्ख्या इति पुस्तकं व्याप्य तिष्ठति, अथवा वायुः वृक्षं व्याप्य भवति इति एतत् सर्वं तत्र द्वितीयविभक्तिं स्वीकरोति, यतोहि तत्र कर्मकारकमस्ति. अग्रे अपि पठति भगिनी, एतस्मिन् विषये एव अस्ति, तर्हि इतोपि किञ्चित् स्पष्टं भवेत्. परन्तु कपिसंयोग संयोगः वृक्षे अव्याप्यवृत्तिः। अत्र वृक्षस्य अधिकरणकारकं न तु कर्मकारकं, यतोहि व्याप्यशब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन न तु समासात् बहिः। ततः अग्रे कपिसंयोगस्य वृत्तित्वं कुत्र इति चेत् वृक्षे। समस्तपदं यदा कुर्मः तदानीं समस्तपदस्य यः समग्रः अर्थः सः कथं सम्बध्यते वाक्ये इति द्रष्टव्यम्। यथा अत्र अव्याप्यवृत्तिः इत्यस्य समग्रः यः अर्थः सः स अर्थः वृक्षेण सह सम्बध्यते केवलं व्याप्यपदस्य अन्वयः अपेक्षितः। यदा तदा समस्तपदस्य अन्तर्गते एव चिन्तनीयम्। यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते, कपिसंयोगवृत्तित्वं वृक्षे भवति। व्याप्यशब्दस्य अन्वयः वृक्षेण नास्ति अपि तु वृत्तिशब्देन। न व्याप्य अव्याप्य अव्याप्यवृत्तिः यस्य सः अव्याप्यवृत्तिः। बहुव्रीहिसमासः ल्यबन्तं पदम् अव्ययम्, अव्ययानां च बहुव्रीहिसमासः भवति यदा उच्चैः मुखं यस्य सः उच्चैर्मुखः। तर्हि आहत्य अव्याप्यवृत्ति इति वृत्ति इति पदे अव्याप्य इत्यस्य साक्षात् वृत्तित्व अन्वयः, किन्तु बहुव्रीहेः अन्यपदार्थप्रधान्यत्वात् पदस्य समग्रार्थः अन्वेति कपिसंयोगः इति गुणेन। अधिकरणत्वात् वृक्षेण च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः। अत्र परन्तु इति अस्ति। प्रथमं तु कर्मपदम् इति पूर्वतनपृष्ठे वयं दृष्टवन्तः। अत्र तु कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वृक्षे सप्तमी विभक्ति अस्ति। अत्र वृक्षस्य अधिकरणकारकं भवति न तु कर्मकारकं नास्ति। अत्र किम् इति अत्र अस्ति, व्याप्यशब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन न तु समासात् बहिः। अव्याप्यवृत्तिः इति समस्तपदमस्ति, वृक्षस्य अधिक तत्तु अत्र व्याप्यशब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन भवति इति तद् किञ्चित् क्लेशः अस्ति भगिनि। हा अत्र अद्यापि किञ्चित् पठतु भगिनि, तत्र किमस्ति तत्र पूर्वतन उदाहरणे व्याप्य इति शब्दः साक्षात् तत्र पुस्तकेन अन्वेति, तर्हि अत्र पुस्तकम् इति तत्र कर्मकारकं स्वीकरोति। परन्तु इदानीं व्याप्य इति शब्दस्य अन्वयः तत्र अव्याप्यवृत्तिः इति यत् समासः अस्ति तस्मात् बहिः नास्ति। तत्र वृत्तिः इति यत् समासस्य समासे अन्तर्भूतः तस्मिन्नेव पदेन सह तत्र व्याप्य इति पदस्य अन्वयः, न तु समासस्य बहिः। तर्हि तत्र समासस्य बहिः नास्ति इति कृत्वा तत्र वृक्षे वृक्षम् इति तत्र कर्मकारकं न स्वीकरोति, वृक्षम् इति वृक्षे इति अधिकरणकारकमेव स्वीकरोति। यदा तत्र इदानीं समस्तपदं भवति चेत् तत्र सम्पूर्णसमस्तपदस्य अन्वयः इति द्रष्टव्यं खलु, न तु केवलं तत्र तस्मिन् स्थितम् एकस्य भागस्य इति न भवति। तर्हि इदानीं यदा अव्याप्यवृत्तिः इति पश्यामः चेत् तत्र अव्याप्यवृत्तिः इति यत् पदम् अस्ति तत् तस्मिन् तत्र तत्र सम्पूर्ण अर्थः इदानीं पश्यामः चेत् तत् सम्पूर्ण अर्थः वृक्षेण सह अन्वेति, न तु केवलं तत्र तस्मिन् स्थितं व्याप्य इति पदस्य। तर्हि अव्याप्यवृत्तिः इति यत् पदम् अस्ति तद् बहुव्रीहिसमासपदम् अस्ति, व्याप्य इति ल्यबन्तं लबन्तं तत्र अव्ययपदम् इति कृत्वा तत्र व्याप्यवृत्तिः अपि च न व्याप्य इति अव्याप्यः, अव्याप्यवृत्तिः इति कृत्वा अव्याप्यवृत्तिः, बहुव्रीहिसमासः इति कृत्वा तत्र त्रिषु लिङ्गेषु अपि भवितुम् अर्हति। तर्हि तत्र तदर्थमेव तत्र यथा व्याप्यवृत्तिः गुणः व्याप्यवृत्तिः सङ्ख्या इति तत्त्वं पूर्वं दृष्टं तथा अव्याप्यवृत्तिः अपि भवति. अवगतं वा? अवगतं भगिनि. अस्तु, पुष्पा भगिनी भवती अग्रे पठति वा? अस्तु भगिनि. किन्तु कपि संयोगः वृक्षम् अव्याप्य तिष्ठति. अत्र अव्याप्य इति लबन्तं पदं कर्मपदं गृह्णाति. कर्ता कपिसंयोगः, वृक्ष च कर्मपदम्. कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः. वृक्षं न व्याप्नोति, अव्याप्य. कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति अत्र विवरणं करोति. अत्र ये वाक्यं अव्याप्य इति लबन्तं पदम् इति वाक्ये अव्याप्य इति लबन्तं पदं कर्ता तु कपिसंयोगः. कपिसंयोगः कर्म क्रियापदः, वृक्षं तु कर्मपदः. एकक्षणं, किं क्रियापदं किं? कपिसंयोगः. कपिसंयोगः क्रियापदं न, क्रियापदं तिष्ठति. हा, कर्ता तु अव्याप्य इति लबन्तं, तर्हि लबन्तम् अस्ति इति कृत्वा तत्र वृक्षमिति कर्मं स्वीकरोति, खलु, कर्मकारकं स्वीकरोति. व्याप्नोति इति वाक्यस्य अर्थः. अग्रे पठतु भगिनि. अत्र एक अधुना व्याप्यवृत्तिः इति शब्दः कीदृशं देयं यत् वृत्तिशब्दः नियत् लिङ्गशब्दः, तत्तु अर्थं किम्? देयम् इत्युक्ते ज्ञेयम् इत्युक्ते जानातु इति. तर्हि तत्र ध्येयं यत् वृत्तिशब्दः, वृत्ति इति यत् शब्दः अस्ति तत्तु नियतलिङ्गशब्दः स्त्रीलिङ्गकः, इत्युक्ते वृत्तिः इति पदं स्त्रीलिङ्गपदं, तत् त्रिषु लिङ्गेषु न भवति. परन्तु यदा समस्तपदे व्याप्यवृत्ति इति भवति तत्र व्याप्यवृत्ति इति पदं व्याप्यवृत्तिपदं नियतलिङ्गकः न, परन्तु त्रिषु लिङ्गेषु अपि भवति इति. देयं यत् अत्र व्याप्य इति लबन्तं पदं, किन्तु व्याप्यम् इति कर्मण्यर्थकं विशेषणं नियत् प्रत्ययान्तम्. अतः व्याप्य इति लबन्तात् व्याप्यः इति न्यदन्तं च पूर्णतया भिन्नम्. पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम् इति इमानि पदानि नियत् प्रत्ययान्तानि. व्याप्यः इति अस्य विपरीतार्थकं पदं अर्थाकं विपरीत आर्ताकम् अर्थकं प्रीतास्ताकं पदं लब् मूल प्रत्ययन्तं व्यापकं यः व्याप्नोति सः व्यापकः यः व्याप्नोति सः व्याप्यः पुनः तत् वाक्यं पठतु यः व्याप्नोति सः व्यापकः यः व्याप्नोति सः तत्र भेदः कः भवती यदा पठति तत्र भेदः एव नास्ति खलु व्याप्यः व्यापकः इति समानः वा यं वाप्नोति सः व्याप्यः किन्तु अत्र कपिसंयोगः वृक्षम् अव्याप्यः तिष्ठति इति वाक्ये अव्याप्य इति लबन्तं पदम् अन्यच्च व्याप्य इति अन्यत् च व्याप्य इति यथा तथैव तथा एव आवृत्य अपि अन्यत् च व्याप्य इति तथा यथा तथा एव आवृत्य अपि लटि आवृणोति अर्थः स एव समानः आवरणं करोति इति अत्र जानीमः व्याप्य इति लबन्तपदं किन्तु तत्र व्याप्यः व्याप्या व्याप्यम् इति कर्मण्यर्थकं तत्तु किं व्याप्नोति तत्तु व्याप्यः न न भगिनी भगिनी तत्र सोपानेन गच्छतु तत्र तत्र सोपानेन न गच्छति चेत् भ्रमः भवति तत्र विषयद्वयमस्ति अत्र प्रथममस्ति व्याप्य इति पदं लबन्तमस्ति व्याप्यः व्याप्या व्याप्यम् इति यत् त्रिषु लिङ्गेषु भवति तद् भिन्नं तद् ञप्रत्ययान्तं कर्मण्यर्थकं ञप्रत्ययान्तं पदमस्ति यथा वाक्यं कार्यम् इति तत् सर्वमस्ति तादृशञप्रत्ययान्तपदमस्ति तद् नितरां भिन्नम् अस्ति व्याप्यपदात् व्याप्य इति लबन्तपदं यदस्ति तद् अव्ययपदं तर्हि त्रिषु लिङ्गेषु न भवति परन्तु व्याप्यः व्याप्या व्याप्यम् इति तत्र ञप्रत्ययान्तपदं त्रिषु लिङ्गेषु भवति तर्हि तत्र नितरां भेदः वर्तते तयोः मध्ये तत्तु व्याप्य अव्ययः व्याप्य इति अव्ययपदं व्याप्यः इति ञप्रत्ययान्तं पुल्लिङ्गे अपि च इदानीं व्याप्यः इति पदम् अस्ति तत्र ञप्रत्ययान्तं तस्य अर्थः अस्ति यं व्याप्नोति सः व्याप्यः तस्य विपरीत अर्थः इत्युक्ते यः व्याप्नोति सः व्यापकः इति तत्र नुल् प्रत्ययः इति भिन्नप्रत्ययः तत्प्रत्ययान्तकपदम् अस्ति व्यापकः इति भिन्नपदम् परन्तु इदानीम् अस्माकं विषयः अस्ति द्वयमपि न व्यापकः अपि अस्माकं विषयः नास्ति व्याप्यः अपि अस्माकं विषयः नास्ति अस्माकं विषयः अस्ति व्याप्य इति लबन्तपदम् अव्याप्य इति अपि लबन्तपदमेव तद् यदा आवृत्य इति पदमस्ति तदिव अस्ति आवृत्य इति आवरणं करोति आवृणोति इति लटिरूपं तस्य लबन्तरूपम् अस्ति आवृत्य तथैव व्याप्नोति इति लटिरूपं तस्य लबन्तमस्ति व्याप्य इति तावदेव विषयः अस्माकं कृते इदानीं सम्यक् अस्तु. महोदय भवान् कर्मणि अर्थकं यदा हा वक्तुं योग्यं वाक्यं पातुं योग्यं पेयं तादृश अर्थे आगच्छति. अस्तु सुनील् महोदय भवान् पठति वा? व्याप्यवृत्तित्वशब्दस्य व्यवहारः व्याकरणदृष्ट्या परिशीलितम् अधुना व्याप्यवृत्तिः इत्यस्य कीदृशव्यवहारः इति पश्येम. यदा एकं पुस्तकं वर्तते तस्मिन् एकत्वम् इति सङ्ख्या अस्ति. एकत्वम् इति सङ्ख्या व्याप्यवृत्तिः गुणः. अतः एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति. किन्तु संयोगः न तथा. संयोगः इति कश्चन गुणः, स च अव्याप्यवृत्तिः. इत्युक्ते संयोगः इति गुणः यस्मिन् द्रव्ये भवति तद् द्रव्यं व्याप्य न तिष्ठति. यदा इदानीं कस्यचित् हस्तस्य भित्या संयोगः अस्ति इति चिन्तयतु. हस्ते वा भित्तौ वा सः संयोगः सर्वत्मना सर्वत्र न भवति. हस्तः भित्तेः एकस्मिन् देशे संयुक्तः, हस्तस्य भित्तेः एकदेशे संयोगः. अतः अयं संयोगः इति गुणः अव्याप्यवृत्तिः. हस्तः भित्तौ पूर्णतया भित्तिं व्याप्य न तिष्ठति इति वस्तुस्थितिः. इदानीं व्याप्यवृत्तित्वशब्दस्य विवरणं भवति. तत्र व्याकरणरीत्या व्याप्यवृत्तिः इति शब्दः कथं भवति इति पश्यामः. अत्र एकम् उदाहरणं स्वीकृत्य एकं पुस्तकमस्ति अत्र. अतः तत्र एकत्वम् इति सङ्ख्या अपि अत्र वर्तते. एकत्वम् इति सङ्ख्या व्याप्यवृत्तिः गुणः अस्ति. तत्र इत्युक्ते पूर्वदृष्टरीत्या तत्र एकत्वसङ्ख्या इति पुस्तकस्य सर्वत्र भवति इति, अतः व्याप्य तिष्ठति इति. परन्तु अत्र तद् तत्र संयोगः इति कश्चन गुणः अस्ति. एकत्वसङ्ख्या इति संयोगः न इति, परन्तु गुणः अस्ति इति. तदपि तत्र गुणः एव खलु, सङ्ख्यापि गुणः एव. तर्हि तत्र सङ्ख्या इति गुणः अस्ति, संयोगः इति अपि गुणः अस्ति, तयोः मध्ये भेदः कः इति इदानीं विषयः. एकत्वम् इति सङ्ख्या इति गुणः पश्यामः चेत् तत्र पुस्तके एकत्वम् इति गुणः अस्ति चेत् तत्र पुस्तकस्य एकस्मिन् भागे एकत्वम् अस्ति, अन्यस्मिन् भागे नास्ति इति वक्तुं शक्नुमः खलु. सम्पूर्णपुस्तकम् एकम् इति एव वक्तुं शक्नुमः. तत्र चिन्तयतु, दशपुस्तकानि सन्ति, तर्हि प्रथमपुस्तके एकत्वम् इति सङ्ख्या अस्ति खलु, तत्र गुणः तादृशगुणः अस्ति. यदा इदानीं तस्य गणनं कुर्मः चेत् एकं द्वे त्रीणि इति, तर्हि प्रथमपुस्तके प्रथमपुस्तकम् एकम् इति चेत् तत्र तस्मिन् एकत्वम् इति गुणः अस्ति, एकत्वम् इति सङ्ख्या नाम गुणः अस्ति. तर्हि तत्र सम्पूर्णपुस्तके तादृशगुणः अस्ति. तत्र पुस्तकस्य प्रथमपुटे एकत्वम् अस्ति, अन्यस्मिन् पुटे एकत्वं नास्ति इति, अथवा पुस्तकस्य एककोणे तत्र एकत्वम् अस्ति अन्यत्र एकत्वं नास्ति इति वक्तुं न शक्नुमः. सम्पूर्णपुस्तके एकत्वम् इति गुणः अस्ति. परन्तु संयोगः इति चिन्तयतु, पुस्तकेन सह हस्तसंयोगः भवति चेत्, हस्तपुस्तकयोः संयोगः अस्ति चेत् तत्र सम्पूर्णपुस्तकेन सह तत्र संयोगः इति वक्तुं न शक्नुमः खलु. तर्हि तत् तादृशमेव तत्र हस्तस्य अपि सम्पूर्णहस्तस्य पुस्तकेन सह संयोगः इति अपि वक्तुं न शक्नुमः. यत्र कुत्रापि संयोगः अस्ति, अन्यत्र संयोगः नास्ति. तर्हि तत् संयोगः इति गुणः अव्याप्यवृत्तिः, संख्या इति गुणः व्याप्यवृत्तिः इति. अस्मिन् उदाहरणे संयोगः इति गुणः तु अव्याप्यवृत्तिः एव. यत्किमपि उदाहरणं स्वीकुर्मः चेत् तत्र कपिसंयोगः इति चिन्तयतु, अथवा हस्त इति संयोगः, हस्त उत्पीठिकासंयोगः इति यत्किमपि भवतु, तत्र संयोगः इति गुणः अस्ति चेत् तत्र अव्याप्यवृत्तिः इति वक्तुं शक्नुमः. अग्रे पठतु महोदय. अधुना रूपं कीदृशं? रूपं व्याप्यवृत्तिः गुणः वा अव्याप्यवृत्तिः गुणः वा इति वार्ता. अतः इदानीं तत्र प्रश्नः अस्ति, रूपं कीदृशगुणः, रूपं कीदृशगुणः अस्ति इति, व्याप्यवृत्तिः वा अव्याप्यवृत्तिः वा इति. यदा कश्चन पटः अस्ति चेत् तस्मिन् पटे यत्किमपि रूपं स्यात्, सम्पूर्णं तं पटम् आवृत्य सम्पूर्णं तं पटं व्याप्य तिष्ठति इति चिन्तयन्तु. एवं सति तस्मिन् पटे किञ्चित् श्वेतरूपम् अस्ति चेत्, किञ्चित् रक्तरूपं, किञ्चित् नीलरूपम् अस्ति चेत् तस्मिन् पटे वस्तुतः रूपं किम् इति प्रश्ने जाते शुक्लरूपम् अथवा नीलरूपम् अथवा रक्तरूपम् इति न वक्तव्यम्. यतोहि पटे शुक्लरूपम् अस्ति इति वदामः चेत् शुक्लरूपं पटस्य एकदेशे भवति, सर्वत्र भवति. पटस्य अपरस्मिन् भागे नीलरूपं भवति, अतः श्वेतरूपं पटं व्याप्य न तिष्ठति. किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः. इदानीं पटे श्वेतरूपमेव अस्ति इति वक्तुं न शक्नुमः, यतोहि श्वेतरूपम् एकत्रैव भवति. एकत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते रूपस्य व्याप्यवृत्तित्वात्. तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं भवति. प्राचीनैः चित्ररूपम् इत्यस्य स्वीकारः कृतः. चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम्. अतः पटे चित्ररूपम् अस्ति इति उच्यते, तच्च चित्रम् एकमेव. इदानीं नूतन उदाहरणं स्वीकृत्य तत्र पटस्य उदाहरणं स्वीकुर्मः. तत्र पटे भिन्नभिन्नरूपाणि सन्ति, केवलम् एकमेव न. अतः तत्र किञ्चित् भ्रमः भवति. तत्र श्वेतरूपम् अस्ति, रक्तरूपम् अस्ति, नीलरूपम् अस्ति, तत्र मिश्रणरीत्या भवति चेत् पटस्य रूपं किम् इति वक्तुं पूर्वरीत्या वक्तुं न शक्नुमः. अतः अत्र प्राचीनानां मतानुसारं तत्र रूपम् इति व्याप्यवृत्तिः गुणः अस्ति. परन्तु इदानीम् अत्र भिन्नरूपाणि सन्ति, अतः तत्र केवलं एकं रूपम् इति वक्तुं न शक्नुमः. परन्तु रूपमिति व्याप्यवृत्तिः गुणः अपि अस्ति. तद् कारणेन तद् तत्र नूतनं पदमस्ति चित्ररूपम् इति. इत्युक्ते पटम् इति, पटः इति अथवा पटस्य चित्ररूपम् इति एकमेव वयं वदामः. भिन्नरूपाणि न, केवलं पटे चित्ररूपमस्ति इति, चित्रमिति एकमेव इति. सम्यक्। इत्युक्ते तत्र इदानीं प्रश्नः अस्ति, रूपमिति यः गुणः अस्ति तद्व्याप्यवृत्तिः वा अव्याप्यवृत्तिः वा इति। वयम् इदानीं दृष्टवन्तः तत्र सङ्ख्या इति गुणः व्याप्यवृत्तिः, संयोगः इति गुणः अव्याप्यवृत्तिः, तर्हि रूपमिति गुणः सङ्ख्या इव व्याप्यवृत्तिः वा अथवा संयोगः इव अव्याप्यवृत्तिः वा इति प्रश्नः। तर्हि प्राचीनानां मतमनुसारं रूपमिति गुणः व्याप्यवृत्तिः, इत्युक्ते तत्र द्रव्ये सर्वत्र भवति इति, तत्र तस्य अभावः कुत्रापि नास्ति इति। तादृशमस्ति चेत् तत्र भिन्नभिन्नरूपाणि एकस्मिन्नेव द्रव्ये सन्ति इति यदा भवति तत्र ते वदन्ति तत्र चित्रम् इति नूतनगुणं नूतनरूपं स्वीकृत्य ते वदन्ति तत्र यदा तादृशभिन्नभिन्न रूपाणि सन्ति तत्र चित्रमिति गुणः ते चित्रमिति रूपं ते स्वीकृतवन्तः। इदानीं नव्यनय्या नवीनानां मतं किम् इति पश्यामः, अग्रे पठतु महोदय। किन्तु नवीनाः वदन्ति यत् एवं स्वीकर्तुं न शक्यते, रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यं चेत् इति तेषां मतम्। अनेन एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः, पटस्य एकदेशे श्वेतरूपम् एकदेशे नीलरूपम् इत्येवं स्वीकार्यं बहूनि रूपाणि एकैकमपि रूपम् अव्याप्यवृत्तिः। अतः इदानीं नवीननैयायिकैः वदन्ति तत्र चित्रम् इति स्वीकर्तुं न शक्नुमः, तत्र रूपे अव्याप्यवृत्तित्वं स्वीकरणीयमिति। अत्र एकस्मिन् पटे बहूनि रूपाणि सन्ति इति कारणेन तत्र अव्याप्यवृत्तित्वं स्वीकरणीयमिति। प्राचीनानां मतानुसारं यत्किमपि एकमेव रूपं स्वीकरणीयं, यतोहि एकस्मिन् पटे एकम् एव रूपं पटं व्याप्य तिष्ठति, अतः समग्रे पटे रूपं किम् इति निर्णेतव्यं। समग्रे पटे विद्यमानं रूपं रक्तं न भवति, नीलं न भवति, श्वेतं न भवति, तदर्थं चित्ररूपम् इति मिश्रितरूपं स्वीकृतम्। पुनः इदानीं प्राचीनानां मतानुसारं तत्र मिश्रितरूपाणि सन्ति चेत् तत्र चित्ररूपम् एव स्वीकरणीयम् इति अस्ति। नवीनानां मतानुसारं तत्र अव्याप्यवृत्तिः एव भवति इति। उत्तमं महोदय, तावदेव। बालसुब्रह्मण्यं महोदय अस्ति वा? आमाम् अस्मि अस्मि महोदय। प्रश्नः प्रथमपङ्क्त्या इत्युक्ते संयोगः इति गुणः यस्मिन् द्रव्ये भवति तत् द्रव्यं व्याप्य न तिष्ठति, तथा चेत् तद्द्रव्यम् अव्याप्य तिष्ठति इति वक्तुं शक्यते वा? हा, तत्र भवानेव पठितवान् खलु, तत्र तुल्यरीत्या वदामः चेत् तत्र कपिसंयोग अभावः अपि अव्याप्यवृत्तित्वं समर्थनीयम् इति, तदेव विषयः अत्र। अव्याप्य तिष्ठति इति वक्तुं शक्यते, ल्यबन्तरूपं किल। सत्यम्। अव्याप्यवृत्तित्वं विद्याद्रव्या अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः। अत्र अव्याप्यवृत्तित्वम् इत्यस्य लक्षणं दत्तम्। सं यस्मिन् द्रव्ये अस्ति तस्मिन्नेव द्रव्ये तस्य अभावः अपि अस्ति. हस्तस्य भित्या संयोगः अस्ति इति चिन्त्यताम्. अत्र अव्याप्यवृत्तिः गुणः संयोगः हस्तभित्तोः. सम् इति सर्वनामपदम्. अत्र सम् इत्युक्ते संयोगसम्बन्धः, अधिकरणं भित्तिः, अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति. स्वस्य अभावः इति संयोगसम्बन्धः अभावः अपि अस्ति. यतोहि हस्तभित्तिसंयोगः वित्तं व्याप्य न तिष्ठति. अनेन स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम्. सो विद्याधर्ग्यम् इति पुस्तके लिखितः एवं वा? विद्याधर्ग्यं सत्यं विद्याधरी इति पुस्तके तत्र अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणं तत्र सुनील् महोदय यदा पठितवान् यद् दोषं कृतवान् तदेव भवान् अपि करोति इदानीं. स्वभावस्य इति न स्व अभावस्य, स्वाभावस्य तत्र सन्धिकार्यमस्ति खलु. आम् आम्. ओ स्वाभावस्य स्वभावस्य अधिकरणे स्वस्य विद्यमान विद्यमानत्वम् इति अर्थः. सो अव्याप्तिवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानम् इति अर्थः. अत्र अव्याप्यवृत्तित्वम् इत्यस्य लक्षणं दत्तम्. सो अव्याप्यवृत्तित्वम् इति वार्तायाः अर्थं लक्षणं अधः दत्तम्. स्वं यस्मिन् द्रव्ये अस्ति तस्मिन्नेव द्रव्ये तस्य अभावः अपि अस्ति. यस्मिन् द्रव्ये स्वम् अस्ति तस्मिन्नेव द्रव्ये अभावः अपि अस्ति. हस्तस्य भित्त्वा संयोगः अस्ति इति चिन्त्यताम्. अत्र एकक्षणं, तद्वाक्यं भवान् स्वस्य शब्दैः वदतु. तत्र पुनः तत्र लिखितमस्ति तदेव पठनेन तत्र न कोऽपि लाभः. इत्युक्ते किं तस्य स्वम् इति सर्वनामपदं खलु. स्वम् इति सर्वनामपदं तत्र अस्मिन् उदाहरणे यद्वयं दृष्टवन्तः तत्र कपिसंयोगः सूचयति. इत्युक्ते स्वम् इति सर्वनामपदं तत्र न्यायशास्त्रे वारं वारम् आगच्छति. तत्र यत्किमपि सूचयति अत्र स्वं यस्मिन् द्रव्ये अस्ति तस्मिन्नेव द्रव्ये तस्य अभावः अपि अस्ति. इत्युक्ते तत्र यदा कपिसंयोगः इति दृष्टवन्तः, कपिसंयोगः यदा वृक्षे अस्ति तस्मिन्नेव वृक्षे कपिसंयोगस्य अभावः अपि अस्ति. यदा तथा भवति तत्र अव्याप्यवृत्तित्वम् इति वयं वदामः. इदानीम् इतोपि नूतन उदाहरणम् अस्ति. तत्र हस्तभित्तयोः संयोगः इति, तत्रापि संयोगः इति यदा अस्ति तत्र अव्याप्यवृत्तिः भवति संयोगः इति गुणः अपि. अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति, स्वस्य अभावः इति संयोगसम्बन्ध अभावः अपि अस्ति। यतोहि हस्तभित्तिसंयोगः वित्तं व्याप्य न तिष्ठति। पूर्वसदृशमेव संयोगसम्बन्धः अत्र अस्ति अधिकरणे, समानमेव अभावः अपि अस्ति, संयोगसम्बन्ध अभावः अपि अस्ति। यतोहि कुत्र अस्ति? अधिकरणे। कस्मिन् अधिकरणे? तत्र अवगच्छति वा महोदय? आमां मम विश्वासः नास्ति यदा भवान् प्रायः अवगच्छति, परन्तु इतोपि किञ्चित् सम्यक्तया वदति चेत् मम विश्वासः भवति। तत्र तत्र अधिकरण उदाहरणं स्वीकृत्य वदतु, तत्र हस्तभित्तयोः उदाहरणं स्वीकृत्य, तत्र इदानीं संयोगः कुत्र अथवा कयोः संयोगः अधिकरणम् इति किम्, अधिकरणे किम् अस्ति किं नास्ति इति किञ्चित्। हस्तभित्तयोः हस्तभित्तयोः किम् संयोगः अस्ति, हस्तभित्तयोः संयोगः अस्ति, उत्तमम्। अव्याप्यवृत्तिसंयोगः हस्तभित्ते अस्ति। न न न, एकक्षणं, सोपानेन गच्छामः। हस्तभित्तयोः मध्ये संयोगः अस्ति, अस्ति, तर्हि इदानीं तत्र अधिकरणं किम्? हस्तः, हस्तः अपि अधिकरणं संयोगस्य, अपि च भित्तेः भित्तिः अपि अधिकरणम्। भित्तिः अपि संयोगः। न, भित्तिः अपि किम्? अधिकरणं हस्तः, यदा हस्तभित्तियो भित्तयोः संयोगः भवति, तत्र हस्तः अपि अधिकरणं, भित्तिः अपि अधिकरणम् संयोगस्य। तर्हि इदानीं भित्ति इति स्वीकुर्मः चेत्, तत्र भित्तिः इति अधिकरणम् इति स्वीकुर्मः चेत्, तत्र संयोगः भित्तेः एकभागे अस्ति, अपि च अन्यस्य अन्यस्मिन् भागे नास्ति, इत्युक्ते संयोगस्य अभावः अस्ति। तर्हि इदानीं स्वम् इति संयोगः सूचयति, तर्हि संयोग अभावः अधिकरणे इत्युक्ते भित्तेः भित्तौ, अपि च संयोगस्य विद्यमानत्वमपि भित्तौ। अवगच्छति वा? तादृशगुणः अस्ति चेत् अव्याप्यवृत्तिः इति गुणः, तादृशस्वभावः अस्ति अव्याप्यवृत्तित्वम् इति। विद्यमानमस्ति समये अभावः अपि अस्ति, सत्यम्। अस्तु, रामप्रिया भगिनी भवती अग्रे पठति वा? हरि ओम्, अस्ति वा भगिनी? आम् अस्ति भगिनि, किञ्चित् म्यूट् मध्ये आसम्। आम्, अन्यत् उदाहरणम् आकाशे शब्दः। आकाशे शब्दः सर्वत्र न भवति, कुत्रचिदेव भवति, यत्र शब्दः उत्पद्यते तत्र। अतः शब्दः अपि अव्याप्यवृत्तिः गुणः। अत्र स्वम् इत्यनेन शब्दः स्वीकरणीयः, स्वभावः इत्यनेन शब्दस्य अभावः, स्व अभावः इत्यनेन शब्दस्य अभावः, तस्य अधिकरणम् आकाशः। तस्मिन्नेव आकाशे स्वस्य शब्दस्य वृत्तित्वमपि अस्ति, शब्द अभावस्य वृत्तित्वमपि अस्ति. यतोहि शब्दः आकाशे सर्वत्र नास्ति, अतः आकाशस्य कस्मिंश्चित् देशे शब्दः अस्ति, कस्मिंश्चित् देशे शब्द अभावः अस्ति. अनेन स्वस्य अभावस्य अधिकरणे स्वमपि अस्ति. तस्मात् शब्दः अव्याप्यवृत्तिः. अपि च विश्वे अव्याप्यवृत्तिः गुणः यो यो भवति तस्य सर्वस्यापि एवं रीत्या समन्वयं कर्तुं शक्नुमः. अत्र अन्यत् उदाहरणमस्ति यदा आकाशे शब्दः इति. आकाशे तु शब्दः सर्वत्र कुत्रचित् भवति, कुत्रचित् न भवति. यत्र शब्दः उत्पद्यते तत्र एव आकाशे शब्दः भवति. इत्युक्ते शब्दः अव्याप्य वृत्तिगुणः आकाशस्य विषये. अत्र तु स्वम् इत्युक्ते शब्दः इति वयं स्वीकरणीयं. स्व अभावः अत्र स्व अभावः अत्र स्व इति शब्दः अभावः इति इत्युक्ते शब्दस्य अभावः इति. अस्मिन् वाक्ये तु अधिकरणम् आकाशः अस्ति. यदा पूर्वतन उदाहरणे अत्रापि आकाशे स्वस्य शब्दस्य वृत्तित्वमपि अस्ति, अभावः अभावस्य वृत्तित्वमपि अस्ति. किमर्थम् इत्युक्ते आकाशे शब्दः सर्वत्र नास्ति इति. कस्मिंश्चित् देशे शब्दः अस्ति, कस्मिंश्चित् शब्दः नास्ति कस्मिंश्चित् प्रदेशे इति कारणात् तद् वृत्तित्वं शब्दस्य वृत्तित्वं शब्द अभावस्य वृत्तित्वं द्वौ अपि आकाशे एव अस्ति. स्वस्य अभावस्य अधिकरणे स्वम् अपि अस्ति. आम्, अनेन तस्मिन् कारणेन स्वस्य शब्दस्य शब्द अभावस्य अधिकरणं शब्दे एव अस्ति इति. अतः शब्दाभावस्य अधिकरणं किं स्वम् इत्युक्ते शब्दः किल, शब्दे एव अस्ति इति. न, स्वम् इत्युक्ते शब्दः, शब्दः शब्दस्य अधिकरणं किं? शब्दस्य अधिकरणम् आकाशः. तर्हि स्वस्य अभावस्य अधिकरणे स्वम् अपि अस्ति. ओ, तदपि अस्ति अत्र इति किल. अधिकरणे आकाशः अपि अस्ति, शब्दः अपि अस्ति. न न न, आकाशे स्वस्य अभावः इत्युक्ते शब्दस्य अभावः अपि अस्ति, शब्दः अपि अस्ति. आकाशे अधिकरणे अभावः अपि अस्ति, आकाशः अपि अस्ति इति न. अधिकरणे यस्य अभावः अस्ति तस्य एव वृत्तित्वम् अपि अस्ति. यथा संयोगः, संयोगस्य अभावः अपि भित्तौ, संयोगः अपि भित्तौ, तथैव इदानीं शब्दस्य अभावः अपि आकाशे, शब्दः अपि आकाशे. तर्हि शब्दः इति गुणः अपि अव्याप्यवृत्तिगुणः. अवगतं वा? अवगतं भगिनि. एकवारं वदतु भगिनि तत् पुनः. तत्र तु शब्द स्वम् इति शब्दः, तस्य अधिकरणमस्ति आकाशः. आकाशे शब्दः अपि अस्ति, शब्दस्य अभावः अपि अस्ति. अतः शब्दः अव्याप्यवृत्तिः इति गुणः स्वीकरोति अत्र. उत्तमम्. तावदेव. अस्तु, तर्हि शब्दसंयोगः आकाशे अव्याप्यवृत्तिः इति वक्तुं शक्नुमः शब्दसंयोगः इति किमर्थं शब्दः एव गुणः खलु किमर्थं शब्दसंयोगः शब्दः इति गुणः आकाशे अस्ति शब्दगुणकम् आकाशम् इति वयं दृष्टवन्तः खलु आमाम् अत्र पूर्वस्मिन् उदाहरणे कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यमस्ति तत्र तादृशरीत्या संयोगः शब्दसंयोगः इति किमर्थं तत्र कपिसंयोगः इति गुणः संयोगः इति गुणः कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इदानीं शब्दः एव गुणः खलु तर्हि वाक्यं कथं भवति भवानेव वदतु शब्दः वृक्षे अव्याप्यवृत्तिः इति शब्दः आकाशे अव्याप्यवृत्तिः हा तावदेव उत्तमम् अस्तु एतावत्पर्यन्तम् एकवारं पुनः पठतु तत्र किञ्चित् नूतन विषयः अस्ति इति कारणात् प्रायः मुद्रणं पुनः एकवारं शृणोतु एकवारं पठतु अपि अनन्तरं प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अग्रे सरामः धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः